नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल्सन्धिः अभ्यासः इति पाठः प्रवर्तमानः अस्ति। तत्र वयं गतसप्ताहे सूत्रत्रयं दृष्टवन्तः, रेपवकारयोः परयोः इकः दीर्घः इति इत्यस्मिन् परिच्छेदे वयं सूत्रत्रयं दृष्टवन्तः। पदान्ते रोर् उपधायाः दीर्घः इकः इति एकं सूत्रमासीत्, अपधान्ते हलि च, अनन्तरं उपधायाञ्च इति त्रीणि सूत्राणि। तत्र रोर् उपधायाः दीर्घः इकः इत्यस्मिन् प्रसङ्गे एव वयं घीर् इति घृ इति धातुः स्वीकृत्य किञ्चित् तत्र सुबन्तप्रसङ्गे किं किं भवति इति दृष्टवन्तः। तत्र रोर् उपधायाः दीर्घः इकः इत्यस्मात् आरभ्य एव पुनः किञ्चित् पठामः अद्य। महोदय, भवान् एव पठति वा रोर् उपधायाः दीर्घः इकः इति सूत्रम्? आं भगिनि, परं रेफवकारयोः परयोः इकः दीर्घः इति पदान्ते प्रथममस्ति। ओर् उपधायाः दीर्घः इकः इति पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशः भवति। अत्र रेफ च वकार च ओर् इतरेतरद्वन्द्वः, तयोः ओः इति रोः षष्ट्यन्तम् उपधायां षष्ट्यन्तं, दीर्घाः प्रथमान्तम्, इकः षष्ट्यन्तम् अनेकपदविधं सूत्रं। सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, स्कोः संयोगाद् आद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति। रोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते इति। अत्र पदान्ते स्थितस्य रक इति, यदि पदान्ते रेफ अथवा वकारः अस्ति चेत् तर्हि उपधायाः इकः दीर्घः भवति इति इदं सूत्रं वदति पदान्ते इति। धातोः उपधायाः तद्वयव, क्षम्यतां, धातोः उपधायः, धातोः एव धातोः उपधायाः धातुः भवेत् वा, अस्तु धातुः भवेत्, तर्हि तत्र प्रत्ययलोपः भवेत् वा, तत् तर्हि धातुरूपी अङ्गं पदं भवेत्। सम्यक्, आम्, पदसंज्ञा अपि आवश्यकं, धातुसंज्ञा अपि आवश्यकम्। तर्हि तत्र प्रत्ययलोपः भवेत्, अनन्तरमेव तस्य कार्यं भवति खलु, सुप्रत्ययस्य किमपि तेषां लोपः भवेत्, सुप् अथवा तिङ् प्रत्ययलोपः भवेत्, तिङ्प्रत्ययस्य लोपः भवेत्। अस्तु, पदान्तः तत्र पदसंज्ञा यदा आगच्छति तदा एव कार्यं, परन्तु धातुसंज्ञा अपि तिष्ठेत् एव, तदेव वैशिष्ट्यं सूत्रस्य। अस्तु, अपदान्ते हलि च, रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे। हलिसप्तम्यन्तं च अव्ययपदं द्विविधविधं सूत्रं। सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, रोरुपदायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः, येन विसदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः, अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेफवकारश्च तेषामपि ग्रहणम् अनुवृत्तिसहितसूत्रमस्ति। हलि च रोः धातोः उपधायाः इकः दीर्घः। अस्तु, अत्र अपदान्ते हलि च इदानीं रेफवकारान्तधातूनां तत्र उपधायां स्थितस्य इकवर्णस्य दीर्घः भवति हलिपरे। अत्र प्रत्ययलोपः न भवति चेत् अत्र कार्यं भवति, सत्यकार्यं भवति वा उपादायां तर्हि अत्र अत्र किमपि निमित्तं तादृशं किमपि नास्ति, सामान्यसूत्रमेव. यदा वयं हलि परे अस्ति चेत् तत्र कार्यं, प्रत्यये नास्ति चेदपि भवति. तर्हि हलि हल् अस्ति, हल् अस्ति अन्त्ये हल् अस्ति, अनन्तरं रेफ् अथवा कार अस्ति, अनन्तरं तत्र ईकवर्णः अस्ति चेत् भवति इति वा? न, अत्रापि धातोः एव रुवोः. तर्हि हल् हल् वर्ण धातो धातोः एव भवेत् वा? हल् हलन्तदातो प्रत्ययस्य प्रत्ययस्य भवति खलु. अस्तु अस्तु. आम् आम्. तर्हि उपादायम् उपादायम् उपादायम् इत्युक्ते तत्र धातोः उपादायं खलु तत्र इदानीं प्रत्ययः. आम् सत्यम्. आम् किञ्चित् प्रमाणम् इदं सूत्रं तत्र रोः धातोः इति यत् अत्र उक्तमस्ति किल, अतः धातुसंज्ञा अवश्यं भवेत्. हलि परे इत्युक्ते प्रत्ययः एव तत्र रोः इति धातोः इत्यस्य विशेषणम्. भगिनी एतत् एतत् कुत्र अस्ति भगिनि? तत्र त्वल्ये मध्ये एव खलु. हा, ट्वेल् एव, ट्वेल् एव, ट्वेल् एव. वयं किञ्चित् पठितवन्तः. आं भगिनि, दात्वादे उपादायः च एव खलु अत्र प्रथमं ट्वल्ये अग्रिम तत्र किमपि नास्ति भगिनि. अनुनासिक अनुनासिकान्तम् अङ्गम् इति आगच्छति, अनन्तरम् अनुदातो वदति भवती ट्वेल् ए. ट्वेल् ए पाठः तु समाप्तः नास्ति किल. आम् आं भगिनि, एकनिमिषम्. अस्तु भगिनि. आम् एतत्तु वयं गतसप्ताहे पठितवन्तः एव, किञ्चित् पुनस्मरणं पठामः. अस्तु भगिनि. अनन्तरं महोदय, यदा तत्र तत्र येन विधिस्तदन्तस्य इति अस्ति चेत् तदपि सूचयति किल, धातोः अन्ते एव वकारः भवति इति, रेपवकार. आमां सत्यं. आं पठतु महोदय इदं सूत्रम्. इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति तर्हि पदान्ते भवति वा इति प्रश्नः. हलिच इत्यस्य सामर्थ्येन अवदान्ते इति भवति, जलोजलि अपि तथा. अस्तु, यदा कदापि अग्रे निमित्तम् अस्ति तदा तद् तद्बलात् वा अपदान्ते, तदा तेन तेन बलात् अपदान् अपदान्ते इति भवति. यत्र सप्तम्यन्तं निमित्तमस्ति तस्मात् बलात् भवेत्. अस्तु, तद् तस्मात् बलात् अपदान्ते इति भवति. यत्र सप्तम्यन्तं निमित्तमस्ति तत्र पदस्य इति न गच्छति, यद्यपि तस्य अधिकारः स्यात्. अस्तु, अत्र अधिक पदान्ते इति अस्ति खलु, अतः तत्र अत्र अपदान्ते अपि अस्य कार्यं भवति. किमर्थम् इति दत्तमस्ति इति, अत्र निमित्तं हलि इति अस्ति इति कृत्वा, तत्र यद्यपि पदान्ते इति अधिकारे अस्ति परद अपदान्ते अस्य कार्यं भवति. समीचीनम्. अग्रिमसूत्रमेव अस्ति, रोरुपदायः दीर्घः इकः, अनन्तरं हलि च इति. 77. आम्, श्रीवल्ली भगिनी अग्रिमसूत्रं पठति वा उपादायाञ्च? आं भगिनि, अपदान्ते उपादायाञ्च येषां धातूनाम् उपधायां रेफवकारौ हल्परौ ताभ्यां काक् वर्तमानस्य इकः दीर्घः देशः भवति. हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उपधायां सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रं. सिपि धातोरुर्व रुर्व इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, रुवोरुपधाया दीर्घः इकः इत्यस्मात् रुवोः इकः दीर्घः एषाम् अनुवृत्तिः, हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातोः हलि रुः उपधायां च उपधायाम् इकः दीर्घः. रेफवकार धातूनाम् उपधायां रेफवकारौ हल्परौ अत्र केवलं धातूनां धातूनाम् उपधाय समीचीनम् रेफवकारौ हल्परौ धातूनामेव रेफवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति इक्वर्णस्य दीर्घादेशः भवति अत्र किञ्चित् भिन्नम् अस्ति यदा हलि च दृष्टवन्तः तत्र तु हलि परे स्यात् इति अत्र तु धातूनाम् उपधायां रेपवकारौ हल् परौ इति भवेत् अत्र प्रायः संयुक्ताक्षरमिव भवेत् किल हल् परौ इत्युक्ते उदाहरणं किमपि अस्ति धातु तत्र कूर्द् कूर्द् इति अस्ति खलु कुर्द् इति धातुः अस्ति तत्र तत्र वयं दृष्टवन्तः खलु तद् निमि नैमित्तिककार्यम् इति अनैमित्तिककार्यम् इति तदेव खलु तत्र उपादायां च इति तदस्ति वा कुर्द् इति भवति चेत् उपादायां च इति सूत्रद्वयम् अस्ति एतत्तु भिन्नं किल उपादायाः उपादायां च इति उपादायाश्च इति तद् भिन्नं तत् सूत्रं भिन्नं उपादायां च अत्र कूर्द् यदा महोदय उक्तवान् कूर्द् योगः लट् इति भवति चेत् तत्र एतदेव वा उपादायन्ति इत्यनेन भवति प्रणेन उपादायान् च इत्यनेन दीर्घः भवति अनैमित्तिक निमित्तं नास्ति किमपि सारि हलि हलि अस्ति अपदान्त धातूनाम् अनैमित्तिकमेव किल भगिनी अत्र तु किमपि निमित्तं न अपेक्षते केवलं रेफ वा वकार परे अस्ति चेत् अपि च हल् परे अस्ति समीचीनं तद् आं यदा रेप् आं संयुक्ताक्षरम् इति वदामः किल रेपः धकारः तयोः संयोगः अत्र कूर्द् तत्र कूर्धति उकार उकार फालोड् बै रेफ अत्र निमित्तं तृतीयवर्णे भवति तृतीयस्थाने भवति तत्र उपदा इत्युक्ते उपदावर्णः रेपवकारः अन्तिमवर्णः हल् उपदावर्णः रेपः वा वकारः वा तस्मात् रेपवकारात् पूर्वं यदि इक् वर्णः अस्ति चेत् तस्य दीर्घादेशः भवति अतः तदेव निमित्तम् अत्र अन्यत् निमित्तम् इति प्रत्ययस्य निमित्तं यदा सप्तमी अर्थे किमपि निमित्तं तत्र नास्ति अत एव धातुविज्ञानं पठितवन्तः तत्र षत्वकार्यं कानि कार्याणि भवन्ति इति प्रथममेव इति तत्र षत्वम् इति नत्वम् इति नकारस्य नोणः उपादायाञ्च प्रायः धातुविज्ञाने धातुविज्ञाने तदेव खलु तदेव आम् आं सत्यं तदेव कूर्धति ऊर्वति इति भवति अत्र दत्तमस्ति भगिनि अष्टाध्यायी यदि धातोः अन्तिमवर्णः हल्वर्णः अस्ति द्वितीयबिन्दुः उपदावर्णः रेफः तस्मात् रेफवकारात् पूर्वं यदि इक्वर्णः अस्ति तर्हि तस्य इक्वर्णस्य दीर्घादेशः भवति अत्र किमपि अन्यत् निमित्तं न अपेक्षते कुर्त् तत्र कूर्द् गूर्द् इति अस्ति करपत्र द्वितीयकरपत्रे अस्ति धातुविज्ञानम् इति तस्मिन् अत्र एकम् अन्यत् विशिष्टं किम् इत्युक्ते तत्र रेपवकारौ इति उक्तं सूत्रे, परन्तु रेपस्य एव उदाहरणानि दृश्यन्ते, वकारस्य उदाहरणानि न लभन्ते. किमर्थम् इत्युक्ते लोपो व्योर्वलि इत्यनेन वकारस्य लोपः भवति, तद् बहु मुख्यमस्ति किल. अस्मिन् सूत्रे हलि इति अनुवर्तते, परन्तु सर्वासु व्याख्यासु अस्य हल् पर इति परिवर्तनं कृत्वा रोः इत्यस्य विशेषणरूपेण अस्य प्रयोगः कृतः दृश्यते. अतः अत्र सम्पूर्णसूत्रे अपि हलि इत्यस्य स्थाने हल् परयोः इति प्रयोगः स्थापितः अस्ति. तद् हलि च इत्यस्मात् तत् हलि आगच्छति, परन्तु अत्र विशेषणरूपेण तस्य प्रयोगं भवति हल् परयोः रोः इति. तदपि मुख्यमस्ति कुतः हल् इति आगतं. तत्र तु निमित्तं हल् नास्ति, इत्युक्ते सप्तमी अर्थे नास्ति, परन्तु विशेषणरूपेण प्रयुक्तम् अस्ति. समीचीनम् इति. अतः सूत्रत्रयं रोरुपदायाः दीर्घः इकः तत्र पदान्ते एव भवति. तत्र धातोः रोः इकः दीर्घादेशः, अपदान्ते हलि च उपदायां च सूत्रद्वयमस्ति. हलि च पुनः तत्र उपदायाः धातोः उपदायाः दीर्घः भवति रोः धातोः, परन्तु हलि परे. उपदायां च हल् परौ धातोः हल् परौ रोः उपदायाः इकः दीर्घः. अस्तु. अतः तत्र यद् उदाहरणं वयं गतसप्ताहे दृष्टवन्तः गृ इति धातुः, तत्तु अस्माकं रोरुपदायाः दीर्घः इत्यस्य एव उदाहरणं. तस्मात् एव पुनः किञ्चित् पठित्वा अत्र किञ्चित् रूपं साधयामः. अरुणा भगिनी पठति वा गृ इति धातुः? आं भगिनि, नमस्ते भगिनि. गृ इति धातुः अर्थः निगरणे तुदादौ गिरति. गृ गृयोगः क्विप् प्रत्यय क्विबन्त विजन्त धातुत्वं न जहति विजन्त इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति. क्विप् प्रत्ययस्य सर्व अपहारलोपः लसक्वद्युते ककारस्य हलन्त्यं पकारस्य इत्संज्ञा तस्य लोपः. गृ युगः वि इकारः उच्चारणार्थं गृ युगः व अपृत् एकाल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा. वीरपृक्तस्य इत्यनेन अपृक्तसंज्ञक वकारस्य लोपः. गृ धातु अपि धातुः अपि प्रातिपादिकमपि कृदन् पृत्तद्युतसमासश्च इति सूत्रेण ऋत इद्धातोः सूत्रेण इति सूत्र ऋत इद्धातोः सूत्रे गि उरण्ड्रपरः गिर् इति धातुरूपी प्रातिपदिकम्. अत्र गुरुधातु दत्तं प्रथमं क्विप् प्रत्यय परिभाषा वदति किबन्त विजन्त धातुत्वं न जहति इति चेत् क्विप् प्रत्यययोजनेन अत्र क्विप् प्रत्यये सर्व वर्णाः संज्ञा भूत्वा लोपः भवति. केवलं वि इति एव अवशिष्यति. गृयुगः वि इकार उच्चारणार्थं ततः ततः लोपः भवति. गृ प्रत्ययः वकार अस्ति चेत् अप्रत् अल्लाभ्योक्त एकल् न च अपृक्त एकल् प्रत्ययः इति सूत्रेण अपृक्तसंज्ञा भवति. तदनन्तरं वेरपृक्तस्य इति सूत्रेण अपृक्तसैनिकवकारस्य लोपः भवति. गृ एव अवशिष्यति. गृ अधुना धातुः अस्ति, प्रातिपादिकमपि अस्ति. कृद्दति धातुः केन सूत्रेण कृतद् कृतद्वितसमासश्च इति सूत्रेण कृत्तिद्धातोः सूत्रेण ऋकारस्थाने इकार ह्रस्व इकार आदेशः भवति. तदनन्तरं मुरन् रपरः इति सूत्ररेफा अपि आगच्छति. गिर् इति धातुरूपी धातुः अस्ति, प्रातिपदिकमपि अस्ति. सम्यक्. अतः अत्र रोरुपदायः दीर्घः इत्यस्य कृते धातुसंज्ञा अपि आवश्यकं, पदसंज्ञा अपि आवश्यकम्. तत् कथम् आगच्छति इत्यस्य कारणेन एव वयं तत्र परिभाषा स्वीकृतवन्तः. किबन्ता विजन्ता धातुत्वं न जहाति, न जहति, त्यजति, न त्यजति इति. तत्र यदा क्विप् अन्तः अस्ति वा विच् अन्ते अस्ति चेत् तदपि अन्यप्रत्ययः अस्ति. तत्र सर्वापहारलोपः भूत्वा अपि तत्र धातुत्वम् इत्युक्ते धातुसंज्ञा तिष्ठति एव इत्येव दृष्टवन्तः. अन्यत् सर्वाणि कार्याणि तु परिचितानि कार्याणि एव. तत्र इदानीं कृत्तदितसमासाश्च इति सूत्रेण तत्र प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भूत्वा तत्र अस्माकं ऋतयुद्धातोः दीर्घऋकारान्तधातोः अङ्गस्य अन्तिमवर्णस्य ईकारादेशः घि, अनन्तरं तत्र सदारपरः भवतु किल, अतः घिर् इति प्रातिपदिकम्. अग्रे अपि पठतु भगिनि. आं भगिनि, गिर् योगः सुप्रत्ययः. गिर् योगः सकार सु उच्च उकार उच्चारणार्थं हल्नाद्यो दीर्घातुतिस्य ऋतिस्य प्रकृतं रक्तं हल् इति सूत्रेण गिर् एव अवशिष्यति. प्रत्ययलोपे प्रत्यलक्षमित्यस्मात् सुप्तिङ्गन्तं पदम् इत्येतेन पदसंज्ञा भवति. गिर् इति धातुः अपि प्रातिपदिकमपि पदमपि यः पदमपि ओरुपदाया दीर्घः इकः सूत्रेण गिर् इकारस्य दीर्घः भवति. करवसान्यविसर्जनीयः इति सूत्रेण घीः इति रूपनिष्पन्नं भवति. प्रथमाविभक्ति रूपम् एकवचनं. समीचीनम्. अतः तत्र इदानीम् अस्माकं पदसंज्ञा अपि जाता यदा सुप्तिङन्तं पदम् इत्यनेन. अतः रोरुपदायः दीर्घः इत्यस्य प्रसक्तिः प्राप्तिः गीः इति प्रथमा विभक्ति एकवचने रूपम् अस्ति. भगिनी भवती गीः द्विवचने किं भवति? प्रथमा विभक्तौ द्विवचने सम्यक् गिरौ एव. आं सत्यं. गिर् बहुवचन गिर् योग जश् जश् अकार अस् अस्ति. अत्रापि गिरः एव भवति भगिनि. सम्यक् तावदेव, किमपि अन्यत् कार्यं नास्ति. तत्र सर्वत्र तु घिर् इति यदा वयं साधितवन्तः एकवारं तत्र अनन्तरं प्रत्यययोजनमेव गीः गिरौ गिरः. अन्यदपि पठामि. तथा तथैव भ्यां विद्यत्सु स्वादिषु सर्वनामस्थाने इति सूत्रेण येषु स्थलेषु पूर्वभागस्य पदसंज्ञा भवति. इदानीं तत्र पदसंज्ञा तु आवश्यकं किल अस्माकं रोरुपदायाः दीर्घः इत्यस्य. यदा वयं सु इति प्रत्ययस्य हल्न्याभ्यो दीर्घात् इति कुर्मः तत्र तु सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा जातः. ब्यास् बिस् इत्यत्र तु लोपः न भवति. तत्र कथं पदसंज्ञा प्राप्नुमः, कथं रोरुपदायः दीर्घः इत्यस्य प्रसक्तिः इत्युक्ते तत्र अन्यत् सूत्रमस्ति. अस्तु, धन्यवादः विजया भगिनी. नमस्कारः भगिनी. अत्र अजाज्वर् योगः स ज्वर त्वर रिवि अव मव एकनिमिषम् एतत् उपदायम् वा किं भगिनि? अहं तु अत्र तथैव ब्यां बिस् ब्यस् स्वादिषु सर्वनामस्थाने इति दत्वा अन्यसूत्रम् परन्तु तस्य रूपाणि न दत्त. गीर्भ्यां भवति खलु, गीर्भ्यां भवति खलु. अन्य उदाहरणानि किमर्थम् अस्ति इति चिन्तयति. तत्र मध्ये एव स्थगितं किल महोदय, ब्यां बिस् इति अस्ति स्वादिषु असर्वनामस्थाने इत्यनेन पूर्वभागस्य पदसंज्ञा, अन्यत् सर्वं किं कुत्र अस्ति? ओस्थाने तत्रैव कार्यम् अस्ति खलु, तत्र कुत्रापि अन्यत्र नास्ति, अन्यत्र नास्ति किल, अन्यत्र न भवति पदसंज्ञा अस्ति तत्र. न परन्तु मम प्रश्नः भिन्नः महोदय, तत् न पूरितं किल उदाहरणं गृ विषये. रूपाणि न दत्तवन्तः इति वा? अन्यरूपाणि वा अन्यविषये? तत्तु एकमेव पङ्क्ति दत्वा कुर्मः. तत् गीर्भ्यां गीर्भिः गीर्भ्यः गीर्षु इति भवति वा? गीर्षु सर्वे म्यूट् मध्ये आम् आं बहु ध्वनिः आगच्छति. अस्तु तत्र अस्तु वयमेव साधयामः. विजया भगिनी भवती एव द्वितीया विभक्ति वदतु भगिनी. गिर् इति प्रातिपदिकम्, अम् इति प्रत्ययः, किं भवति तत्र विजया भगिनी? न श्रूयते वा? अहं वदन् अस्मि. ओ अस्तु अस्तु, अहं मम एव किमपि जातम्. किं भवति? गिरमेव खलु भगिनि, तावदेव, तत्र किमपि कार्यं नास्ति. कार्यं गिर्योगः औ गिरौ एव, अनन्तरं तत्र गिरवः एव खलु बहुवचनं. गिर्योगः अस् गिर्योगः अस् किल, अस् अत्र सकारस्य ऋत्वं भूत्वा सस्यशुजोरुः अनन्तरं करावसामयुः, अतः गि गि गिरः गिरः गिरः इति भवति. अतः तत्र यदा वयं गीः गिरौ गिरः गिरं गिरौ तद् पर्यन्तं सर्वनामस्थानसंज्ञा आसीत् चूडनपुंसक. इदानीं एतदारभ्य असर्वनामस्थानसंज्ञकः गिर्योगः अस् गिरः गिर्योगः आ इति यदा तृतीया विभक्ति गिरा गिरा तत्रापि किमपि कार्यं नास्ति. गिर्योगः भ्यां भ्यां गिरिभ्यां गिरिभ्यां गीर्भ्यां गीर्भ्यां इति भवति. तत्र रोरुपदायः दीर्घः इकः इत्यस्य कार्यम् किमर्थम् इत्युक्ते पदसंज्ञा पुनः आगच्छति स्वादिषु असर्वनामस्थाने इत्यनेन भ्याम् इत्यस्य पूर्वम् इदानीं तस्य पदसंज्ञा गिर् इत्यस्य पदसंज्ञा जातः, अतः तत्र रोरुपदायाः दीर्घः इत्यस्य कार्यं गीर्भ्याम् तदेव न प्रदर्शितम् अत्र, तदेव अहं पृष्टवती किमर्थं न प्रदर्शितम् इति. तदेव कार्यम् अत्र, तद् बहु मुख्यमस्ति. गीर्भ्याम् इति भवति, यदा वयं गीः इति दृष्टवन्तः तादृशमेव अत्र रोरुपदायाः दीर्घः इत्यस्य कार्यं भूत्वा गीर्भ्यां. गिर् योगः बिस् वदतु भगिनि, समानकार्यं समानकार्यमेव तत्र गीर्भिः इति भवति. गीर्भिः तावत् समीचीनं. तत्रापि रोरुपदायः इत्यस्य कार्यं स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा गिर् इत्यस्य पदसंज्ञा, अतः गीर्भिः इति भवति. चतुर्थी चतुर्थी गिरे एव गिरे गिरे अनन्तरं भ्यां भ्यः तादृशमेव खलु, गीर्भ्यां गीर्भ्यः समानमेव. अनन्तरं पञ्चमी पञ्चमी षष्ठी तत्रापि समानमेव, गिरः गिरः इति पञ्चमी गिरः पञ्चमी गिरः द्विवचनं गीर्भ्यां बहुवचनं गीर्भ्यः, एतत् तत्र तृतीया चतुर्थी पञ्चमी द्विवचनं बहुवचनं समानमेव. गीर्भ्यां गीर्भिः गीर्भ्यां गीर्भ्यः गीर्भ्यः गीर्भ्यां गीर्भ्यः समानमेव. पञ्चमी गिरः, षष्ठी अपि गिरः, अनन्तरं द्विवचनं गिरोः, अनन्तरमेव अनन्तरं किं षष्ठी गिराम् ह्रस्व एव ह्रस्व गिराम् इति भवति गिराम् गिराम् एव. अनन्तरं सप्तमी गिरि, अनन्तरं गिरोः द्विवचनं दीर्घः भवति गीर्षु इति गीर्षु. तत्रापि अस्माकं ओरुपदायः दीर्घः इति. अनन्तरं सम्बोधनं तत्र गीः एव प्रथमवचनमिव प्रथमविभक्ति एकवचनमिव भवति गीः गिरौ गिरः. सम्यक् तावदेव सम्यक्. अतः तत्र यदा वयं तत्र कुत्र कुत्र रोरुपदायाः दीर्घः इकः इत्यस्य कार्यं भवति इत्युक्ते प्रथमाविभक्ति एकवचनं, अनन्तरं भ्यां भिस् यत्र यत्र अस्ति, अनन्तरम् अस्माकं सप्तमी बहुवचनं तावदेव. यत्र यत्र स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा जाता तत्र, अनन्तरं हल्ञाभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन यत्र पदसंज्ञा भवति अनेन लोपः भवति पदसंज्ञा जातः, अतः तत्रापि अस्य प्रसक्तिः. अन्यत्र तु समानकार्यं केवलं वर्णमेलनं वा अन्यत् किमपि कार्यम् अस्ति चेत् तदेव. पश्यन् आसीत् अत्र गिर् इति गिर् गीः इति अर्थः इति, तत्र गिर् गृ इति रूप धातुद्वयमस्ति भगिनि, तत्र एकमस्ति तत्र निगरणे इति टु सेलो, अन्यदपि अत्र टाक् इति अस्ति. अतः गीः इत्यस्य पदस्य अर्थः अस्ति केवल भाषा, वाणी इति अमरकोशे दत्तमस्ति, केवलं भाषा अस्ति संस्कृतं भाषा इति गी. अतः ग्री गृ इति निग् स्वालो इति तत्र क्रयादिगणीयधातूनां धातुतः एव प्रायः भाषा इति भवति इति अहं चिन्तयामि. तत्र यद्यपि अत्र ग्री निगरणे इति दत्तमस्ति, रूपसमानमेव भवति, परन्तु अत्र दत्तमस्ति ग्री इति शब्दे इति अस्ति टु सौण्ड् टु टाक्. गृणाति इति कर्तरि लट्लकारूपमस्ति, ततः एव तत्र गिर् गीः इत्युक्ते भाषा इति भाषा इति गीर्वाणवाणी इति खलु तत्र तत्र गीर्वाणवाणी तदेव तत्र अमरकोशे दत्तमस्ति. अतः तदेव अत्र अग्रे सरामः. महोदय अग्रे पठामि, महोदय पठति भगिनि. धन्यवादः महोदय. भवान् पठति वा कुत्र अन्य उदाहरणम् एकवारम् अजात् तदेव वा अजाज्वर् अस्तु, अजाज्वर् योगात् तकार अस्ति, त इति तिङ्प्रत्यय अस्ति, ज्वरत्वर श्रीव्यविवमाम् उपादायाश्च इति इत्यनेन तत्र अजाज् वर् इति अस्ति एकवारम् अजाज् इत्यनेन तत्र अजाजू इति भवति ज्वरतरि उपादायाम् इति उकार भवति वा एकवारम् एकनिमिष आमां तत्र एकं तु अस्ति तत्र हल्गदीर्घासु अप्रुक्तं हल् इत्यनेन तत्र लोपः भवति, अनन्तरं अजाज्व इति अस्ति, अजाज्वर् इति अस्ति खलु अजाज्वर् तत्र अजाजूर् इति उकार भवति वा अकारस्य ऊटादेशः अस्तु अस्तु अस्तु उपादायः ऊटादेशः अस्तु तत्र अजाजूर् इति अस्ति ऊटादेशः खलु अजाजूर् इति अस्तु अजाजूर् इति इदानीम् अत्र वेरुपदयदीर्घ इत्यस्य किं सूत्रेण आगच्छति अनेन सूत्रेण एव भगिनि ज्वरद्वारा अनेन व्यविवमाम् उपादायाश्च इत्यनेन ऊटादेशः अस्तु तत्र अन्यद् वयं दृष्टवन्तः तत्र ऊटादेश अन्यसूत्रमासीत् इदानीं मम स्मरणे नास्ति चोहसूडनासिकोट् इति अस्तु तत्र अत्र वेरुपदायाः दीर्घः इति इकः इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा इति एकवारं पश्यामि अजाजूर् इति अस्ति अजाजूर् इति अस्ति अत्र धातुसंज्ञा अस्तु अत्र धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति अतः प्रसक्तिरस्ति पर्जन्यवत् किन्तु कार्यं किमपि नास्ति यतोहि ऊट् आदेशः पूर्वमेव जातः ऊट् इति दीर्घमस्ति अतः ऊकारस्थाने ऊकारमेव अस्ति दीर्घ ऊकार एव अस्ति इति करणीयं परन्तु प्रसक्तिः अस्ति एव प्रसक्तिः अस्ति आमां सत्यं प्रजन्यवत् इति करणीयमेव तत्र अस्तु तावदेव किल तत्र आं किमपि नास्ति त्रिपाद्यं प्रजन्यवत् भवति इति खलु तत्र तत्रैव भवति वा अन्यत्र न भवति वा न महोदय सर्वत्र भवति एव परन्तु वयं यदा वयं तत्र त्रिपादी पश्यामः तत्र अधिकतया भवति चर्त्वं वा जष्ट्वं वा तादृशं वयं प्रायः सपादसप्तादयं अधिकतया न भवति तत्र परकार्य पूर्वकार्यमपि भवति पूर्वसूत्रस्य कार्यमपि भवति खलु तत्र प्रसक्तिः अस्ति अत्र न भवति आं सत्यं सत्यम् आं तत्र एकस्मिन् मार्गे एव गच्छति किल त्रिपादि अतः अतः तत्र न अधिकतया तत्रैव भवति आं सत्यं धुर् पदान्तकार्याणि अपि अधिकं सपादसप्ताध्यायमेव अस्ति आमां सत्यं पदान्ते अतः तत्र तत्र कार्यं भवति पदान्तस्य तत्र स्वरसन्धीनां कृते एव अस्ति तत्र अधिकारद्वयं पदान्ते अस्ति वा स्वरसन्धि संहिता क्षम्यतां तत्रैव संहितायां वा स्वरसन्धि स्वरसन्धि पदान्ते केचन तत्र संहितायां वा क्षम्यतां तत्र संहितायामेव भवान् वदति संहिता न पदान्ते नास्ति पदान्त अधिकारः अस्ति वा नास्ति नास्ति स्वरसन्धि अच्सन्धिविषये पदान्ते इति नास्ति विसर्ग हल्सन्धिविषये एव तत्र पदान्ते इति अधिकतया किमर्थम् इत्युक्ते सर्वाणि सूत्राणि त्रिपाद्यामस्ति तत्रैव प्रायः पदस्य अपि अधिकारः इत्यस्य यदा वयं पदं निर्मामः अन्तिमकार्यं किल अत्र अस्ति पदान्तात् वा इति पदान्ताद्वा इति अस्ति तत्र आम् अस्ति आम् तद् एकमेव पदान्त अपि पदान्तस्य अन्यतरसमिति द्वयमस्ति अधिकतया अत्रैव भवति त्रिपाद्यामेव सत्यम् अग्रे तर्हि अग्रे घुर् तुर् पुर् क्षु अस्तु एतेषाम् एकवारं तत्र यङ्ग्लुकि झोघुर् इति भवति झोघुर् योग तकारः इदानीं प्रथमपुरुषे एकवचन अत्र किमस्ति अत्र भूतकाले लङ्लकाले अजोघुर् अजोघुर् इति अस्ति तत्र इदानीं वेरुपदयः दीर्घः इत्यस्य प्रसक्तिः एकवारम् एतेषु स्थलेषु गुणः भवति अस्तु आमाम् अङ्गकार्यमस्ति अतः स्थलेषु भवति येषु स्थलेषु गुणः भवति इति कारणतः तिङन्तस्य प्रसङ्गे वेरुपदय दीर्घः इत्यस्य कार्यं न कुत्रापि भवति इति अस्ति अस्तु हा तकार अस्ति अतः अजोघोर् इति भवति अजोघोर् अस्तु समीचीनम् रेपान्तधातुः अस्ति परन्तु तत्र गुणेन बाधितम् हा आमां रेपान्तधातुः अस्ति तकारस्य लोपः भवति अजोघुर् इति भवति अस्तु सत्यं गुणेन बाधितं प्रथममेव पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति आं सत्यं भगिनि एकः प्रश्नः भगिनि अजोघुर् अस्ति विसर्गः न भवति भगिनि कर्मस्थाने विसर्जनीय अजोगोः इति भवति खलु अनन्तरम् धन्यवादः वर्णतङ्गम्बलि इति न भवति खलु तत्र इदानीं त्रिपादिसूत्रमस्ति अतः तत्र दोषेन उक्तवान् वर्णतङ्गम्बलि इति उक्तवान् तद् नास्ति अत्र यद्यपि एतत्तु त्रिपादिसूत्रमस्ति खलु तस्यैव प्रसक्तिः भवति उपादाय पुगन्तलघुपदस्य इति सूत्रस्य आं सत्यम् आं तस्य कार्यं प्रथमं भवति आं सत्यं तत्तु सत्यम् आम् अस्तु कस्य क्रमः श्रीवल्ली भगिनी भवती पठति वा इदानीं कः प्रश्नः इदानीं तत्र अत्र तर्हि प्रश्नः उदेति यत् यदि अजाजुर् इत्यस्य तकारप्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तर्हि उपरितने उदाहरणे पिबन्ता विजन्ता धातुत्वं न जहति इति कथनस्य का आवश्यकता यया रीत्या तप्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तया एव रीत्या क्विप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात् प्रश्नः अवगतः वा भगिनि आं भगिनि उदेत् अजाजुर् इत्यस्य तकारप्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तर्हि उपरितने उदाहरणे पिबन्ता विजन्ता धातुत्वं न जहति इति कथनस्य का आवश्यकता आम् यया रीत्या तकारप्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तया एव रीत्या क्विप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात् तत्र नूतनपरिभाषायाः का आवश्यकता वयं प्रत्ययलोपे प्रत्ययलक्षणम् इति तत्रापि वक्तुं शक्यते किल इति प्रश्नः सम्यक् एव किल तदा उदेति एव वयं तु जानीमः एतावता प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति एतत् सर्वं तु उक्तवन्तः प्रातिपदिकस्यापि तत्र प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययं सुबन्तं वा भवतु तिङन्तं वा भवतु तद् वक्तुं शक्नुमः किल किमर्थम् एका नूतना परिभाषा इति प्रश्नः अस्तु भगिनि, उत्तरं किम् अस्ति पश्यामः. गृ धातुः यदा पिबन्तं भवति तदा कृत् तद्धित् समासश्च इत्यनेन प्रातिपदिकसंज्ञकः भवति. क्वित् तत्ययश्च सर्वापहारलोपानन्तरमपि धातुसंज्ञा स्यात्. अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति. अजाज्वर् योगः तकारः अजाज्वर् इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्, अप्रत्ययान्तम् इति दृष्ट्या धातुसंज्ञकम्. तकारप्रत्ययस्य लक्षणं यदा कुर्मः तदा धातुसंज्ञा नास्ति एव. धातुसंज्ञा कदा भवति? यदा भूवादयो धातवः अथवा सनाद्यन्तधातवः इति सूत्रेण धातुसंज्ञा विधीयते. नित्यञ्च अजाज्वर् इति रूपम् एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्. आं भगिनि, अत्र गृधातुः पिबन्तं भवति तदा कृत् तद्धित् समासश्च इति सूत्रेण प्रातिपदिकसंज्ञकः भवति. कृत् प्रत्ययस्य सर्वापहारलोपानन्तरमपि धातुसंज्ञा अस्ति. अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति. धातुसंज्ञः भवति प्रत्ययस्य लोपानन्तरं, परन्तु अजाज्वर् योगः तकारः अस्ति. अत्र प्रत्ययान्तम् इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकं भवति. तकारलोपानन्तरं पदसंज्ञा भवति. अप्रत्ययान्तम् इति दृष्ट्या धातुसंज्ञकं भवति भगिनि. अजाज्वर् योगः ति इति प्रत्ययमस्ति चेत् अति धातुसंज्ञकं भवति. भगिनि अत्र स्पष्टं नास्ति. तत्र किम् उक्तवन्तः इत्युक्ते तत्र धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति. यदा वयं तत्र प्रत्ययान्तम् इति दृष्ट्या अजाज्वर् इति तादृशं पश्यामः, त लोपः जातः, परन्तु त लोपस्य कारणं तु वयं जानीमः किल. तत्र प्लस् इति मा चिन्तयतु, अजाज्वर् योगः योगः इति मा चिन्तयतु. तकारः तकारः लोपः जातः चेदपि तत्र अजाजोः वा किमपि, आम् अजा अजो किं रूपम् आसीत्, अजाज्वर् एव अजाज्वर् इति तत्र तिङन्तरूपं तिङन्तं किल, तिङन्तमेव प्रत्ययान्तम् इति उक्तवन्तः. तत् तस्मिन् दृष्ट्या तत्तु पदसंज्ञा, प्रत्ययान्तं पदसंज्ञा. अन्यत् अप्रत्ययान्तं दृष्ट्या धातुसंज्ञा. यदा वयं तकारः योजनात् पूर्वम् एकस्मिन् सोपान पूर्वम् एकसोपानपूर्वं यदा पश्यामः तत्र तु धातुसंज्ञा अस्ति एव. यदा प्रक्रिया प्रथमसोपाने वयं कथं लिखामः अजाज्वर् योगः प्रकृतिप्रत्ययः लिखामः किल, तत्र प्रत्ययस्य यदा न योजयामः तत्र तु धातुसंज्ञा तिष्ठति एव. यदा प्रकृतिप्रत्ययः द्वयमपि योजयामः चेत् तत्र पदसंज्ञा जातः इदानीं प्रत्ययान्तं पदं किल, तादृशं वदति. तदेव किञ्चित् अप्रत्ययान्तम् इति प्रत्यय अत्र अप्रयान्तम् इति दृष्ट्या इति टैप् अप्रत्ययान्तम् अप्रत्ययान्तं ति इत्युक्ते तिङ् दृष्ट्या इति स्वीकरोतु. ती प्रत्ययः इत्युक्ते तिङ् प्रत्ययः, यत्किमपि तकारप्रत्ययः वा तिङ् प्रत्ययः वा तत्र धातुसंज्ञा अस्ति एव किल. कदा तद् तिङ् योजयितुं शक्नुमः? तिङ् क्षम्यतां, धातुसंज्ञा अस्ति चेदेव वयं योजयितुं शक्नुमः किल. प्रकृतिः यदा वदामः, प्रकृतिः प्रत्ययः, ती इति प्रत्ययः वा तव किमपि तिङ् प्रत्ययः, तत्र प्रकृतिः एव धातु. न भगिनि, अत्र मेबि इति ओन्लि प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्, अप्रत्ययान्तम् इति दृष्ट्या धातुसंज्ञकम्. योजयतु. आं सम्यक् सम्यक् तप्रत्ययस्य लक्षणं यदा कुर्मः तदा धातुसंज्ञा नास्ति. पदसंज्ञा एव ताप्रत्ययस्य लक्षणं यदा कुर्मः तदा ताप्संज्ञा नास्ति. धातुसंज्ञा कदा भवति? यदा भूवादयो धातवः अथवा सनाद्यन्तदातु इति सूत्रेण धातुसंज्ञा विधीयते. इत्यञ्च अजाज्वर् इति रूपम् एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्. यदा वयम् अजाज्वर् इति कुत्रापि पश्यामः, अजाज्वर् इति एव नास्ति, अडागमः कदा आगच्छति? तिङ् इति विवक्षा अस्माकं, लङ् इति विवक्षा अस्ति चेदेव अडागमः अस्ति. ज्वर् इति किमपि पश्यामः चेत् तत्र तत्र किमपि धातुसंज्ञा किमपि संज्ञा नास्ति तस्य. यदा वयं प्रत्ययः योजयामः चेत् एव तत्र धातु इति संज्ञा आगच्छति किल, तदेव ते वदन्ति. धातुतः आगच्छन्ति प्रत्ययः इति सर्वदा वयं वदामः किल, धातुतः विहितः प्रत्ययः इति. यदा तत्र तादृशं किमपि नास्ति चेत् तत्र संज्ञायाः आवश्यकमेव नास्ति किल. यदा अस्माकं प्रसिद्ध उदाहरणं सर्वदा अस्माकं न्यायवर्गे वदामः, पिता इति वदामः चेत् तत्र पुत्रः अस्ति, पुत्रः वा पुत्री वा, पुत्रः वा पुत्री अस्ति चेदेव पिता किल, अथवा एकः पुरुषः एव, तादृशमेव. धातुसंज्ञा इति यदा प्रत्ययः योजयामः तत्र तदा एव तस्य नाम धातुसंज्ञा, अथवा किमपि नास्ति. स्पष्टं वा तत्? अतः प्रसक्तिः अवसरं नास्ति. अनेन एव धातुसंज्ञा विधीयते, भुवादयो धातवः वा सनाद्यन्ता धातवः वा, अनेन एव विधीयते. एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्. अन्यत् एकं सूत्रं वयं बहु पूर्वं दृष्टवन्तः, यद् आवश्यकं तद् वयं स्वीकुर्मः, अन्तादिवच्च सूत्रम्. अन्तादिवच्च इति यदा वयं धातुसंज्ञा कस्मिन् पाठे दृष्टवन्तः अहं विस्मृतवती, तद् यद् आवश्यकं तद् स्वीकुर्मः. यदा धातुसंज्ञा आवश्यकं प्रक्रियायां तदा धातुसंज्ञा स्वीकुर्मः, पदसंज्ञा आवश्यकं चेत् पदसंज्ञा स्वीकुर्मः. तत्र द्वयमपि अस्ति अस्मिन्, एतद् गृ इति धातुः वा अजाज्वर् इति स्वीकुर्मः चेत् तत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति. तावदेव तत्र. अस्तु, अग्रे सरामः. तत्र किम् अस्ति भगिनि अग्रे? अरुणा भगिनि, मम अरुणा भगिनि, भवतु. गृ योगः क्विप् क्विप् सर्वापहारलोपः गृ इति रूपमपि तथैव. तस्मात् पूर्वम् एकं तद् अभवत् वा? तद् अभवत्, तर्हि प्रश्नः तद् अभवत्. आं सम्यक्. गृ इति रूपमपि तथैव प्रत्ययरहितं चेत् धातुसञ्ज्ञकः, लक्षणेन प्रत्ययसंहितं चेत् प्रातिपदिकसञ्ज्ञकम्. अत्र पर्यन्तं च समस्या नास्ति. यया रीत्या अजाजुर् योगः अजाजुर् इत्यस्मिन् संज्ञाद्वयमस्ति, गृ गिर् इति यावदपि संज्ञाद्वयं. गृ इति क्युप् अस्ति चेत् लोपः भवति, गिर् धातुसंज्ञा प्रातिपदिकं भगिनि, क्युप् अस्ति चेत् प्रातिपदिकसंज्ञा भवति. समीचीनं, तदेव तदेव प्रश्नः किल तत्र. प्रत्यय किं तद् धातुसंज्ञा अपि अस्ति वा प्रातिपदिकसंज्ञा अपि अस्ति वा इत्येव प्रश्नः किल. अतः गृ इति रूपम् अस्ति चेत् तत्र अत्र प्रत्ययरहितं धातुसंज्ञकं, प्रत्ययरहितं व्याजसंज्ञकं, प्रत्ययसहितं चेत् प्रातिपदिकसंज्ञकं. तदेव लक्षणम् अस्ति इति कृत्वा तत्र क्विप् किं सुप्तिङन्तं पदमेव किल अत्रापि न अनेन प्रातिपदिकसंज्ञा भवति. तदपि प्रत्ययरहितं धातुसंज्ञकं, प्रत्ययसहितं प्रातिपदिक प्रातिपदिक. अनन्तरं ययारीत्या अजाजुर्युगहत्, ययारीत्या अजाजुर्युगहत्, अजाजुर् इत्यस्मिन् संज्ञाद्वयम् अस्ति. ओ अजाजुर् अदपि प्रातिपदिकधातुसंज्ञा आसंज्ञा प्रातिपदिकसंज्ञा अपि अस्ति. तदा एव गृ धातुः अपि गिर् इति यावदपि संज्ञाद्वयम् अस्ति. धातु हल्म्याभ्यो दीर्घात् किल तत्र तादृशमेव गृ इत्यत्र धातुसंज्ञा प्रातिपदिकसंज्ञा. अग्रे पठतु भगिनि तदेव. परन्तु अग्रे गिर् इति प्रातिपदिकात् यदा सुविधीयते तत्र अस्माकं दृष्टिद्वयं स्यातुं न पारयति, यतोहि सुबादयः विधीयन्ते. तदा यदा प्रातिपदिकसंज्ञा अस्ति, प्रातिपदिकसंज्ञा च अस्ति, तदा यदा रूपं निश्चिततया किबन्तमस्ति येन कृत्तदितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा स्यात्. तदेव वयं चर्चितवन्तः. प्रातिपदिक सुबन्त सुप्रत्ययविधीयते, अत्रापि प्रातिपदिकसंज्ञा अस्ति, धातुसंज्ञा अपि अस्ति. परन्तु कृत्तदितसमासस्य इति सूत्रेण एव प्रातिपदिकसंज्ञा स्यात्. अत्र क्विबन्ता विजन्ता धातुत्तमा जहाति वक्तव्यम् अस्ति येन धातुसंज्ञा तिष्ठेत्, येन सुबादयः आगन्तुं शक्नुयुः, अपि च येन ओर् उपधाया दीर्घः एकः एतेन दीर्घ आदेशः स्यात्. न अवगतं भगिनि. वदतु पुनः. येन सुबादयः आगन्तुं शक्नुः, अपि च ओ धातुसंज्ञा अस्ति चेत् ओरुपदायः दीर्घः इकः कार्यं करोति भगिनि. समीचीनं. परन्तु सुबादयः इत्युक्ते किं? सुप्रत्यय तद् केन केन कारणेन वा आगच्छति? कृत्तद्वितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा अस्ति इति कृत्वा सुबादयः आगच्छन्ति. क्विबन्ता विजन्ता धातुत्वं न जहाति इत्यनेन धातुसंज्ञा अस्ति इति कृत्वा रोरुपदायाः दीर्घः इति कार्यम् अतः संज्ञाद्वयम् आवश्यकं. संज्ञाद्वयस्य एकं सूत्रम् एका परिभाषा, अनन्तरम् अनेन कार्यमपि अस्ति. केवलं नामकरणम् इति न, अनेन कार्याणि अपि सिद्ध्यन्ति इति एव. सुबन्त प्रक्रियायामपि वोरुपदाय दीर्घः एकः भवति भगिनि. आं तदेव वयम् उदाहरणं दृष्टवन्तः किल. तत्र भवति एव धातुसंज्ञा तिष्ठति एव अनेन सूत्रेण तिष्ठति, प्रातिपदिकसंज्ञा अपि अस्ति, अतः कार्यं भवति कार्यं. तद् बहु मुख्यं. रोरुपदायः दीर्घः धातोः एव कार्यं, रोरुः धातोः इति अस्ति, तत्तु अवश्यं किल. तद् अनेन सूत्रेण अनेन परिभाषया तिष्ठति, अतः अस्य कार्यं भवति. समीचीनं वा? अवगतं भगिनि. समीचीनम्. अस्तु, विजया भगिनी अग्रे पठति वा? आं भगिनि. सारांशः एतत् एव खलु भगिनि? सत्यं. सारांशः एवं यत् यः प्रत्ययान्तः अस्ति यथा क्विबन्ताः तस्य धातुसंज्ञा न भवति. भ्वादयो दातवः इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव दातवः. सनाद्यन्तदातवः इत्यनेन ये द्वादश धातुप्रत्ययाः ते एव धातुभ्यः विधीयन्ते चेत् धातुसंज्ञा भवति. अतः क्विबन्तम् अस्ति चेत् धातुसंज्ञा नास्ति. यथा लिक् योगः श प्रत्ययं विकर्णप्रत्ययं लिक् इति लिक् एकनिमिषं भगिनि, लेट् मी क्लोस् द डोर्. कुञ्च लिक् अत्रापि लिक् इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिक् इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति. अत्र कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्. आकडारात् एक संज्ञा इति तत्र भवती एव वदतु भगिनि. तत्र भुवादयो दातवः पूर्वं यदा उक्तं तत्र भुवादय दातवः सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा विधीयते. तत्तु वयं जानीमः, प्रथमपाठात् तदेव वयं पश्यामः किल, पाणिनेः धातुपाठे उपविष्टाः दातवः एव धातुसंज्ञा इति. तत्र यदा वयं क्विबन्ताः अस्ति चेत् तत्र धातुसंज्ञा न भवति. यदा अत्र परिभाषा स्वीकुर्मः चेदेव भवति. साधारणतया यदा वयं भूधातुः धातुसंज्ञा इति वदामः किल, तादृशं क्विबन्तानां धातुसंज्ञा न भवति. यदा अत्र उदाहरणं यद् दत्तमस्ति लिक् योगः श इति, वयं तु जानीमः तत्र लिक् इति यद् अन्तर्विहितभागम् इत्युक्ते लिक् इति भागम् अस्ति. प्रत्ययस्य योजनात् पूर्वं यद् भागम् अस्ति तद् तु धातुसंज्ञा अस्ति एव. तत्र यदा वयं प्रत्ययं योजयित्वा तत्र लिख इति रूपं साधयामः तत्र तु धातुसंज्ञा अपगच्छति. एतत्तु इदानीं प्रत्ययान्तरूपम् एव. एतदेव पुनः आगच्छति यदा वयं स्थानिवत् भावः इति पश्यामः. प्रायः द्विपाठः वा त्रिपाठः अनन्तरं तद् पाठात् अनन्तरम् अस्ति इति चिन्तयामि. तत्र एतदेव पुनः आगच्छति. तत्र स्थानिवद्भावेन कानि कार्याणि सिद्ध्यन्ति, कानि कार्याणि न इति. तत्र वयं पुनः एतत् पठामः, तत्र धातुसंज्ञा कुत्र तिष्ठति कुत्र न इति. एतावत् अवगतं वा? किमर्थम् अत्र प्रत्ययान्तरूपस्य प्रत्ययम् अत्र अस्ति षकारः, एतत् अनुबन्धलोपानन्तरम् एतत् सर्वं गच्छति, अकारः एव तिष्ठति. अतः लिक् इति लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा एव खलु अत्र? किमर्थम् अत्र नास्ति इति दत्तं? धातुसंज्ञा नास्ति. यदा वयं प्रत्ययः योजयामः तत्र धातुसंज्ञा अपगच्छति एव. लिख इति इदानीम् अङ्गम्, अङ्गस्य धातुसंज्ञा नास्ति. यदा लिक् इति अस्ति, लिक् योगः श इति लिखामः प्रक्रियायां, तत्र लिक् इति धातुसंज्ञा तत्र अस्ति एव. भुवादयो दातवः इत्यनेन धातुसंज्ञा अस्ति एव. यथा वयं तत्र शप् इति वा श वा किमपि विकरणप्रत्यये योजयामः तत्र यदा अङ्गं जातं तत्र धातुसंज्ञा अपगच्छति तत्र धातु इदानीं तत्र धातुसंज्ञा नास्ति इत्येव अङ्गमेव अङ्गसंज्ञा अङ्गसंज्ञा एव धातुसंज्ञा नास्ति यत्र यत्र आवश्यकं सूत्रस्य प्रवर्तनार्थं तत्र तत्र एक यदा वयम् इदानीम् एका परिभाषा दृष्टवन्तः तत्र एका परिभाषा आगत्य सहायं करोति अत्र धातुसंज्ञा तिष्ठति अत्र कार्यं करोतु इति परिभाषा नास्ति चेत् पाणिनीयसूत्रप्रहारेण तत्र तु धातुसंज्ञा नास्ति एव यदा अङ्गसंज्ञा एव अस्ति आकडारादेकासंज्ञाविषये अग्रे दत्तमस्ति वा अस्ति चेत् पठामः आकडारादेकासंज्ञा इति अपि प्रथमसंज्ञासूत्रम् अस्ति तत्र यदा संज्ञाद्वयम् आगच्छति संज्ञाद्वयं वा त्रयं वा तत्र एक एव संज्ञा तिष्ठति इत्येव सूत्रं वदति अत्र नास्ति चेत् वयम् अष्टाध्यायी डाट् काम् मध्ये पठामः अस्तु भगिनी भवती एव किञ्चित् अग्रे अपि पठतु इमानि संज्ञासूत्राणि इमानि संज्ञासूत्राणि अवलोकताम् अर्धवत् धातु धातुरप्रत्ययः धातुरप्रत्ययः अर्थवत् धातुप्रत्ययः वदतु भगिनि अर्थवत् धातु अर्थवत् अधातु अर्थवत् इति स्थगयामः चेत् अकारः अवशिष्टः किल अर्थवत् अधातु प्रत्ययः अधातुः अप्रत्ययः अधातुः आम् अस्तु अधातुः अप्रत्यय प्रत्ययः प्रातिपदिकम् कृत् अतीतसमासश्च अनन्तरं भ्वादयो धातवः सुप् तिङन्तं पदं प्रथमम् एतत् द्वितीय अध्याये आगच्छति अथवत् अधातु अधातुः अप्रत्यये प्रातिपदिकमिति द्वितीय अध्याये कृत् अतीतसमासः अपि द्वितीय अध्याये द्वितीय अध्याये परन्तु अत्र भ्वादयो धातवः तृतीय अध्याये आगच्छति सुप् तिङन्तपदं चतुर्थ अध्याये आगच्छति अकडारादेकसंज्ञा इति यावत् बहवः विरामः अस्ति टु विरामः टु विरामः त्रि विरामः अस्ति इति पठतु 2.2.38 अकडारादेकासंज्ञा 141 2.2.38 यावत् ओ ओ अस्तु अस्तु एतत् तः पर्यन्तम् अस्तु इति यावत् ययोः प्रत्ययोः अस्मिन् सूत्रपरिधौ संज्ञा विधीयते तयोः समावेशः न भवति तर्हि अत्र प्रश्नः उदेति यत् अर्थवद् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रे अधातुः इति किमर्थम् उक्तम् हन् उदाहरणं पश्यामि चेत् हन् योगः लङ् लुङ् लङ् ऋङ्ष् अडुदातः इत्यनेन लुङ् लङ् ऋङ् च परं चेत् धातुरूपी अङ्गस्य अडागमः भवति अहन् इति अहन् इत्यस्य धातुसंज्ञा इति तु अस्ति एव अहन् योगः त अल्गाभ्यो दीर्घात् सुतिशक्तिकृतं हल् अहन् अधुना प्रत्ययलक्षणेन सुप्तिगन्तं पदम् इति अनेन पदसंज्ञा भवति पदसंज्ञा अपि अस्ति यदि अर्थवत् अधातुः अप्रत्ययप्रातिपदिकम् इति सूत्रे अधातुः इति न उक्तं स्यात् तर्हि यतोहि अहन् इति धातुः अर्थवान् अतः अर्थवत् अप्रत्ययः प्रातिपदिकम् इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म तदा च न लोपः प्रातिपदिकान्तस्य इत्यनेन तस्य न लोपः इति भवति स्म. अर्थवतः प्रत्यय प्रातिपदिकम् इत्यनेन या प्रातिपदिकसंज्ञा सा आकडारात् एकसंज्ञा इत्यनेन एकाकिनी एव भवति इति तु नास्ति. अतः अत्र न कोऽपि बाधा. त्रयाणामपि संज्ञानाम् एकत्र प्राप्तिः तत्र तदा अत्र ज्ञाप्रातिपदिकात् सुऔज समौटसस् एतत् इत्याभ्यां सुऔजस् इत्यादयः प्रत्ययाः विधीयमानाः स्युः. अस्य निवारणार्थम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रे आधातुः अधातुः इति वक्तव्यम् आसीत्. एतत् पूर्णतया अधः अपि अस्ति इति न, एतत् अन्यविषये अस्तु भगिनि. तत्र प्रश्नः कः इति अवगतवती वा प्रथमम्? आं भगिनि, तत्र हन् इति धातुः आगच्छति चेत् लङ् रूपे एतत् अहन् इति भवति. एतत् सुप् तिङन्तं पदं पदसंज्ञा अपि भवति, अर्थवत् अपि भवति. अर्थवत् प्रत्ययः इति प्रातिपदिकान्तरूपेण अहन् इति धातुः अर्थवान् भवति. अनन्तरं न लोपप्रातिपदिकान्तस्य इत्यनेन तस्य न लोपः अहन् एव तिष्ठति अत्र. एतत् आकडारात् एकसंज्ञा इत्यनेन तत्र एकाकिनी एव भवति इति न तु नास्ति अत्र. किमपि चेत् तत्र अत्र बाधा किमपि नास्ति. त्रयाणामपि संज्ञानाम् एकत्र प्राप्तिः अत्र अस्ति. अनन्तरं ज्ञाप् प्रातिपदिकान्तात् अन्य अपि अस्ति अत्र सुऔजस् इत्यनेन प्रत्ययाः विधीयमानाः अहन् इति तत्र अस्ति चेत् एतत् परन्तु सुऔजस् सुप्तिगन्तपदम् अहन् इति धातु अस्ति. अस्य निवारणार्थम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रे आधातुः इति वक्तव्यम् आसीत्. अधातुः इत्युक्ते किं? धातुः नास्ति खलु भगिनि? आम् सत्यम्. यदा सुबादीनां विधानार्थं गि इति क्षिबन्तं निश्चिततया पुनः तद् भिन्नविषयः. तत्र एकमेकं परिच्छेदे एकस्मिन् परिच्छेदे भिन्नभिन्नविषयाः दत्ताः अस्ति. तत्र आर्डर् किमपि क्लेशः इति चिन्तयामि. तत्र भिन्नविषयः, अत्र किं वदति इत्युक्ते तत्र यदा वयं अर्थवद धातु अप्रत्ययः इत्यस्मिन् सूत्रे तत्र अर्थवत् भवतु तस्य प्रातिपदिकसंज्ञा भवति, परन्तु तद् अधातुः वा अप्रत्ययः वा भवतु इत्येव नियमः अस्ति प्रातिपदिकम् इत्यस्य. तत्तु 1254 किम् उक्तवती 45 इत्यत्र अस्ति अर्थवत् अधातु प्रातिपदिकम् इति. अस्माकम् आकडाराद् एका संज्ञा इत्यस्य सीमा 1-4 इत्येव आरम्भं भवति. अतः अर्थवदधातु अप्रत्ययप्रातिपदिकं तु तस्मात् पूर्वम् अस्मिन् सीमायां न आगच्छति. अकडारादेका संज्ञा 141 to 2238 पर्यन्तं, 141 तः 2238 पर्यन्तम् अर्थवदधातु प्रातिपदिकं तु 1-2 इत्यस्मिन् अस्ति. अतः तत्र यदा वयं हन् इति स्वीकुर्मः, तत्र यदा अहन् इति अट्टागमः भूत्वा हल्न्याव्यो दीर्घात् सर्वं भूत्वा अहन् इत्यस्य इदानीं धातुसंज्ञा अस्ति, किं पदसंज्ञा अपि अस्ति सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा अपि अस्ति, अर्थवत् अधातु अप्रत्ययः इत्यत्र अधातुः इति नास्ति चेत् तत्र प्रातिपदिकसंज्ञा अपि भवति स्म तत्र न उक्तम्. एतत् एतत् सर्वं संज्ञा अधिकारः खलु भगिनि? आम्, संज्ञाधिकारे अस्ति. आम् आम् सत्यं, प्रथमाध्याये किल, अतः अकडारात् एका संज्ञा इत्यनेन अपि बाधितं न भवति. किमर्थम् इत्युक्ते अस्मिन् अस्यां सीमायां तत्तु न आगच्छति इति कृत्वा. अतः किं भवति, यदा अधातुः न अधातुः इति सूत्रे न उक्तं चेत् प्रातिपदिकसंज्ञा भवति चेत् अन्यकार्याणि तु भवति, न लोपप्रातिपदिकान्तस्य इति सूत्रेण नकारस्य लोपः भवति, अनन्तरं किमपि अन्यत् सूत्रमस्ति तत्र ज्ञाप् प्रातिपदिकात् इति सूत्रेण यद् यद् विधीयमानः अस्ति तत्सर्वं विधीयते तत्र. एतत् सर्वं निवारणार्थमेव तत्र अर्थवत् अधातु इति अस्मिन् सूत्रे प्रातिपदिकस्य संज्ञा केन तस्य निमित्तं किम् इत्युक्ते अर्थवत् भवतु परन्तु अधातुः वा अप्रत्ययः वा भवतु इत्येव सूत्रं वदति. तदेव वयम् एकम् उदाहरणं गतसप्ताहे दृष्टवन्तः किल, हू हू इति अर्थवद् प्रातिपदिकम् इति गन्धर्वस्य नाम, तद् प्रातिपदिकसंज्ञा विधीय तस्य प्रातिपदिकसंज्ञा अस्ति अर्थवत् अस्ति इति कारणेन सूत्रस्य प्रवर्तनार्थं. प्रश्नः अस्ति वा? आम्, अत्र भगिनी अत्र अपेता पोड मुक्त पतित पत्रस्थै रल्पशः एतत् अन्तिमसूत्रमस्ति 2238. सो एतत् पर्यन्तं पञ्च संज्ञा अधिकारः 1412 2238 पर्यन्तम् अस्तु भगिनि. न संज्ञा अधिकारः नास्ति, आकडारादैका संज्ञा इत्यस्य अधिकारः तद् भिन्न, संज्ञा अधिकारः भिन्नः, आकडारादैका संज्ञा इत्यस्य एतत् सर्वम् अव्यय अव्ययभाव अधिकारः अधिकारे अस्ति. आं भगिनि, न न आकडारात् एका संज्ञा किं वदति इत्युक्ते यत्र यत्र इदानीम् अत्र त्रीणि तिस्रः संज्ञाः अत्र विधीयते किल, अहन् योगः थ इत्यत्र पदसंज्ञा अपि अस्ति, धातुसंज्ञा अपि अस्ति, प्रातिपदिकसंज्ञा अस्ति. यदा तद् आकडारात् एका संज्ञा इत्यस्य सीमायाम् अस्ति चेत् तत्र एकः एव संज्ञा भवति इत्येव आकडारात् एका संज्ञा वदति. तद् अग्रे अस्ति वा इति पश्यामि, नास्ति वा? नास्ति अस्मिन् करपत्रे, नास्ति. किमर्थम्? अकडारात् एका संज्ञा कृपया तत्र अष्टाध्यायी डाट् काम् मध्ये उद्घाटयतु. उदाहरणं नदी, लघु, गुरु, घी, धी, एका संज्ञा एव भवति. एका संज्ञा अधिकारसूत्रमस्ति. अस्तु महोदय, भवान् पठति वा 1-4-1-4-1? अस्तु, आकडात् एका संज्ञा अधिकारसूत्रमस्ति. आवयं कडारात् पञ्चमे एकवचनम्, एकः इति प्रथम एकवचनं, संज्ञा प्रथम एकवचनं, सूत्रप्रभ अधिक आकडारात् एका संज्ञा इति सूत्रार्थः अधिकारः अयम्. इतः परं द्वितीयाध्यायस्य द्वितीयपादस्य सप्त समाप्तिपर्यन्तम् एकस्य शब्दस्य द्वयोः संज्ञयोः सत्योः यदि परसूत्रेण उक्ता संज्ञा पूर्वसूत्रेण उक्तायाः संज्ञायाः भावे अनवकाशः भवति तर्हि तस्य शब्दस्य परसूत्रेण उक्ता संज्ञा एव भवति, पूर्वसूत्रेण उक्ता संज्ञा न इति. अस्तु, अत्र यदि परसूत्रेण उक्ता संज्ञा पूर्वसूत्रेण उक्तायाः संज्ञायाः अभावे अनवकाशः भवति. अस्तु, तर्हि शब्दस्य परसूत्रेण उक्ता संज्ञा विप्रतिषेधे परं कार्यम् इति. अस्तु, अतः अनवकाशः अस्ति, अनवकाशः अस्ति, अतः अपवादः अस्ति इत्यनेन भवति वा? अनवकाशः भवति इति विप्रतिषेधे अवकाशः अस्ति, निरवकाशत्वं निरवकाशः अस्ति चेत् भवति इति वा? तद् पठामः तत्र. अस्तु, उदाहरणं, इदम् अधिकारसूत्रमस्ति, अस्य नाम एकसंज्ञा अधिकारः, अस्य व्याप्तिः त्रिषु पादेषु प्रचलति. प्रथमाध्यायस्य चतुर्थपादः तथा द्वितीय अध्यायस्य प्रथमा द्वितीयौ पादौ किमुच्यते अनेन अधिकारेण? यदि अस्मिन् अधिकारे द्वाभ्यां सूत्राभ्यां एकस्यैव शब्दस्य द्वे भिन्ने संज्ञे उच्यते तथा च तयोः द्वयोः संज्ञयोः परसूत्रेण उक्ता संज्ञा तदा एव भवितुं शक्यते यदा पूर्वसूत्रेण उक्ता संज्ञा भवति, तर्हि तस्य शब्दस्य केवलं परसूत्रेण उक्ता संज्ञा एव भवति, पूर्वसूत्रेण उक्ता संज्ञा न भवति इति अस्ति. अस्तु, तद् बाधितं भवति यदा वयं पश्यामः किल, बाधितं भवति. आम् सत्यं, सूत्रातः किञ्चित् क्लिष्टः अस्ति यत्, अतः कानिचन उदाहरणानि स्वीकृत्य विस्तरेण पश्यामः. इदानीं प्रथम लघुसंज्ञापि गुरुसंज्ञा, ह्रस्वं लघु इति चतुर्थ पादस्य दशमसूत्रमस्ति. ह्रस्वशब्दस्य लघुसंज्ञा भवति. संयोगे गुरु इति अग्रिमसूत्रमस्ति. इत्यनेन यदि ह्रस्वशब्दात् अग्रिमवर्णः संयोगः अस्ति तर्हि तस्य ह्रस्वशब्दस्य गुरुसंज्ञा भवति. अस्तु, इदानीं गच्छन् इति शब्दं स्वीकुर्मः. अस्मिन् शब्दे गकारात् परः यः अकारः तस्य ह्रस्वं लघुः इत्यनेन लघुसंज्ञा भवति. परन्तु अस्यैव अकारस्य संयोगे गुरुः इत्यनेन गुरुसंज्ञापि भवति. यतः अत्र अकारात् परः संयोगः अस्ति. अतः गच्छन् शब्दे गकारात् परस्य अकारस्य द्वे संज्ञे विहिते स्तः. अस्तु, एतयोः द्वयोः संज्ञयोः लघुसंज्ञा पूर्वसूत्रेण उक्ता अस्ति, गुरुसंज्ञा च परसूत्रेण उक्ता अस्ति. एतयोः पूर्वसूत्रेण केवलं ह्रस्वस्वरः अपेक्षते, परसूत्रेण ह्रस्वस्वरः तस्मात् अनन्तरं संयोगः च अपेक्षते. अतः परसूत्रेण उक्ता गुरुसंज्ञा तदा एव भवितुं सम्भवति यदा पूर्वसूत्रेण उक्ता लघुसंज्ञा भवति. अस्यां स्थितौ एकसंज्ञाधिकारः एतत् वदति यत् गकारात् परस्य अकारस्य केवलं परसूत्रेण उक्ता गुरुः संज्ञा एव भवेत्, पूर्वसूत्रेण उक्ता लघुसंज्ञा न भवेत्. अतः गच्छन् अस्मिन् शब्दे गकार उत्तरस्य अकारस्य केवलं गुरुसंज्ञा भवति. ह्रस्वं लघु इत्यनेन लघुसंज्ञायां प्राप्तायाम् आकारात् एकासंज्ञा इति अधिकारसूत्रेण सा निषिध्यते. अस्तु, अत्र गकारस्य गकार उत्तर अकारस्य संज्ञाद्वयं भवितुम् अर्हति, ह्रस्वं लघु अपि संयोगे गुरु इति. इदानीं तत्र अत्र संयोगे गुरु इत्यनेन तत्र अग्रिमसूत्रस्य एव प्राप्तिः भवति इति अस्ति. यदा अस्माकम् उत्सर्ग अपवादः कार्यं करोति तादृशमेव किल? सत्यं, एका एव. अत्रापि दृष्टवान् तत्र अपवादः अस्ति यथा अव्ययनां प्रादयः इति अत्र प्रादीनां तत्र उपसर्गसंज्ञा भवति अपि च गतिसंज्ञा अपि भवति इति. अस्मिन् अधिकारे एव अस्ति परन्तु तत्र संज्ञात्रयं भवितुम् अर्हति. उपसर्गक्रियायोगे अपि च किमस्ति तत्र अव्ययसंज्ञा अस्ति, उपसर्गसंज्ञा भवति अपि च गतिसंज्ञा अपि भवति. अस्मिन् एव अत्र तस्य अपवादः अस्ति. अस्मिन् अत्रापि एकडादेका संज्ञा इत्यनेन एका संज्ञा तद् न भवति इति अस्ति. गतिश्च इति वन् फोर् सिक्स्टि भवति. गतिश्च इति अस्ति खलु, सिक्स्टि एकवारं पश्यतु. उपसर्गक्रियायोगे भवति, प्रादयनाम् उपसर्गसंज्ञा भवति क्रियायोगे. गतिश्च इति अग्रिममस्ति, अतः दत्तमस्ति. यद्यपि एतत् सूत्रम् अन्ते अस्ति, तृतीयबिन्दु ज्ञातव्यम् इत्यस्मिन्, यद्यपि एतत् सूत्रम् एकसंज्ञाधिकारे आगच्छति तथापि अस्मिन् सूत्रे चकारस्य प्रयोगः कृतः अस्ति. अतः प्रादिगणस्य शब्दानाम् उपसर्गसंज्ञा अपि भवति, गतसंज्ञा अपि भवति इति अस्ति. एक तत्र संज्ञाद्वयमपि अस्ति तत्र. अत्र अस्ति समीचीनम् तत् एकमेव तत्र तस्य अपवादः अस्ति अहं चिन्तयामि आम् सम्यक् एक्सेप्षन्स् तु बहु अधिकम् अस्ति महोदय तत्र 4000 सूत्रमपि पठनीयं तदा एव वयं अष्टादयि कथं कार्यं करोति इति अवगन्तुं शक्नुमः आम् सत्यं बट् गतिः च इति दत्तम् अस्ति आम् पूर्वसूत्रात् चकार प्रादयः गतिः च उपसर्गक्रियायोगे गतिश्च क्रियायोगे गतिः च गतिसंज्ञापि आम् तत्र संज्ञासूत्रं निपातसंज्ञा अपि भवति गतिसंज्ञा अपि भवति अस्य अपि भवति यद्यपि तत् आकडारादा एका संज्ञा इत्यस्मिन् अधिकारे अस्ति तदापि तत्र संज्ञाद्वयं भवति एक्सेप्षन्स् टु एक्सेप्षन् सम्यक् तद् अस्य प्रयोगः तु भवति एव यदा वयं सुबन्तानां विषये पश्यामः तत्र बसंज्ञा अपि भवति तत्र अन्यत् उदाहरणमासीत् किल तत्र स्वादिषु सर्वनामस्थाने तत्र द्वितीय उदाहरणं तदेव अस्ति अत्र भगिनि उपसर्गसंज्ञकः भवति आम् क्रियायोगे एव उपसर्गसंज्ञा आम् सत्यं पदसंज्ञा बसंज्ञा इति अस्ति किल द्वितीय उदाहरणं तद् पठित्वा समापयामः श्रीवल्ली भगिनी पठति वा द्वितीय उदाहरणम् भगिनि आम् ओ अस्तु अरुणा भगिनी पठति वा कुत्र अस्ति भगिनि पठतु अष्टाध्यायी डाट् काम् मध्ये 141 इत्यस्य 141 इत्यस्य द्वितीय उदाहरणं क्षम्यताम् अहं न अवगतम् ओ अस्तु आं भगिनि आं भगिनि पठसङ्ग स्वादिषु असर्वनामस्थानि 1417 इत्यनेन सर्वनामस्थान भिन्नेषु प्रत्ययेषु पदेषु अङ्गस्य पदसंज्ञा भवति यचि 1418 इत्यनेन सर्वनामस्थानभिन्नेषु अजादि एकारादिप्रत्ययेषु परेषु अङ्गस्य भासंज्ञा भवति एतयोः द्वयोः परसूत्रेण उक्तभासंज्ञा तदा एव भवितुं सम्भवते यदा पूर्वसूत्रेण उक्तसंज्ञा भवति यतः पूर्वसूत्रेण उक्ता संज्ञा सर्वेषु सर्वनामस्थानभिन्नेषु प्रत्ययेषु परेषु भवति परसूत्रेण उक्तसंज्ञा तु केवलं सर्वनामस्थानभिन्नेषु अजादि अकारादिप्रत्ययेषु परेषु एव भवति इदानीं रामायोगः ओस् इत्यत्र किं भवति पश्यामः ओस् अयं सर्वनामस्थानभिन्नः प्रत्ययः अस्ति अतः अस्मिन् प्रत्यये परे अङ्गस्य स्वादिश असर्वनामस्थाने इत्यनेन पदसंज्ञा भवति परन्तु ओस् अयम् अजात् प्रत्ययः अस्ति अतः अस्मिन् प्रत्यये परे अङ्गस्य भासंज्ञा अपि भवति अतः राम इत्यस्य अत्र पदसंज्ञा तथा बा संज्ञा द्वे अपि संज्ञे भवितुम् अर्हतः अस्यां स्थितौ एकसंज्ञाधिकारस्य कारणात् केवलं परसूत्रेण उक्त भासंज्ञा एव करणीया अतः रामः योगः ओस् अत्र रामशब्दस्य भासंज्ञा भवति पदसंज्ञा न भवति कारणं तु कार्य अन्यसूत्रस्य प्रवर्तनार्थमेव भसंज्ञा कृते सूत्राणि सन्ति पदसंज्ञा कृते सूत्राणि सन्ति कस्य सूत्रस्य कार्यं भवति इति प्रश्नः भवति किल संज्ञाद्वयम् अस्ति चेत् इदानीं तद् निवारणार्थम् एकं सूत्रम् आकडारादेका संज्ञा एका एव संज्ञा अस्ति इदानीं भसंज्ञा एव अस्ति चेत् वयं भसंज्ञाविधा यद् सूत्रं तस्मिन् विषये अस्ति तस्य एव प्रवृत्तिः अत्र भवति तावदेव बहु वेल् डिफैन्ड् वेल् स्ट्रक्चर्ड् अस्ति अस्माकम् अष्टाध्यायी भगिनी क्षम्यतां भगिनी सूत्रं न संख्या किं भगिनि? धन्यवादः. तत्र सूत्रयुगलं प्रथमं सर्वनाम असर्वनाम विभागं कुर्मः, अनन्तरं भासैन असर्वनामस्थाने भासैन. तस्मिन् विषये सूत्राणि, भासंज्ञविषये सूत्राणि, पदसंज्ञविषये सूत्राणि. इदानीं मम भ्रमः भवति इति वयं तु कम्प्लेण्ट् न कर्तुं शक्नुमः किल. आकडारात् एका संज्ञा इति अपि सः एव दत्तवान. अन्यत् किमपि बहिर्गत्वा किमपि अन्वेषणं न करणीयं, सः एव उक्तवान् आकडारात् एका संज्ञा. अतः अस्माकं कृते तु बहु सुलभमस्ति किल, तद् नीत्वा वयं कार्यं कर्तुं शक्नुमः. तावदेव. समीचीनं. यदा तत्र एकसंज्ञा अधिकारे उक्तानि मुख्यानि संज्ञायुगलानि एतादृशानि इति अस्ति, तत्र मध्यमपुरुष उत्तमपुरुष प्रथमपुरुष परस्मैपदी आत्मनेपदी तत्रापि अस्ति, एका एव संज्ञा भवति, तदपि सम्यक् किल. अस्मिन्नेव अधिकारे सर्वम् आगच्छति, कर्ता कर्म करणसम्प्रधान कारकाणि अपि अस्मिन् अधिकारे आगच्छन्ति. परस्मय सम्यक् कृतवान्. समासः अपि एका एव समासः भवति, एकस्मिन् पदस्य समासद्वयं तु न भवति, अकडारात् एका संज्ञा एव. समीचीनम्. अतः अस्मिन् पाठे किमर्थम् एतद् आगतं, मध्ये मध्ये कुत्रापि गत्वा पश्यामः अग्रिमसप्ताहे किम् अस्ति इति. अन्यानि तु उदाहरणानि एव, तद् प्रायः अग्रिमसप्ताहे पठामः. वयं तु अस्माकं वर्गे राजन् इति शब्दस्य पूर्णतया सुबन्तपदानां निर्माणं कृतवन्तः. अस्मिन् करपत्रे तस्मिन् उदाहरणरूपेण न दत्तं, परन्तु वर्गे कृतवन्तः. तस्य किञ्चित् अभ्यासः करोतु, पश्यामः. तत्रापि बसंज्ञा भवति, कुत्रचित् सर्वनामसंज्ञा भवति, कुत्रचित् पदसंज्ञा भवति, अस्माकं हल्सन्धिकार्याणि अपि तत्र भवति. यदा विशिष्टसूत्राणि अस्ति चेत् अहम् अग्रिमसप्ताहे तस्मिन् विषये वदामि. अस्तु, समापयामः वा? धन्यवादः. धन्यवादः.